अस्तु, अस्माकं विषयः अस्ति न्यायशास्त्रम् इति. अत्र तत्र विशेषणविशेष्य भावविषये विषये तत्र चर्चा प्रवर्तमाना अस्ति अस्माकम् इदानीम्. अत्र विशेषणविशेष्यम् इति करपत्रं यत् महोदयेन लिखितं तत् भवतः पुरतः स्यात्. अत्र वयं गते सप्ताहे तत्र विशेषणपञ्चकम् इति विषये दृष्टवन्तः, यत्र पदार्थेषु के के पदार्थाः विशेषभावेन विशेष्यं प्रति भवितुं शक्नोति इति विषये. तत्र तदनन्तरं तत्र विशेषणं विशेषणवाचकपदं विशेष्यवाचकपदम् इति विषये अपि किञ्चित् दृष्टवन्तः. तत्र बालकः लेखनक्रियावान् बालकः उन्नतः बालकः इति यद्वयं दृष्टवन्तः, तत्र औन्नत्यम् इति गुणः बालके अस्ति अथवा लेखनक्रिया इति कर्म बालके अस्ति, अपि च बालकत्वम् इति जातिः बालके अस्ति अथवा घटाभावः इति अभावः बालके अस्ति इति, अथवा धनम् इति द्रव्यं बालके अस्ति इति विशेषणरूपेण, तथा तत्र कर्म, द्रव्यं, गुणः, अभावः, अपि च जातिः इति पदार्थाः विशेषणरूपेण भवितुम् अर्हति इति दृष्टवन्तः. तत्र इदानीं मम एकः प्रश्नः अस्ति, तत्र यदा विशेष्यविशेषणभावः अस्ति चेत् तत्र सर्वदा आधार आदेयभावः अपि वर्तते वा? भवतः चिन्तनं तत्र किमस्ति इति वक्तुं शक्नोति वा? तत्र प्रायः रामपिता भगिनी भवती किं चिन्तयति? अस्ति इति चिन्तयामि भगिनि. विशेषणविशेष्ययोः मध्ये आधार आदेयभावः सर्वदा वर्तते एव, सर्वदा. प्रश्नः तत्र अस्ति, यदा कदापि अस्ति इति तु निश्चितमस्ति खलु? तत्र अस्ति सर्वदा वा इति न जानामि, परन्तु अस्ति एव इति. परन्तु अस्तु, सर्वदा अस्ति वा इति तत्र भवत्याः चिन्तनं किम् इति मम प्रश्नः. किञ्चित् अन्य कोऽपि किमपि वक्तुं च इच्छति वा? प्रश्नः कः भगिनि? प्रश्नः अस्ति तत्र विशेष्यविशेषणभावः इति वयम् इदानीम् अस्माकं चर्चा अस्ति खलु, तत्र यदा उन्नतः बालकः इति यद्वयं दृष्टवन्तः पूर्वं, तत्र औन्नत्यम् इति गुणः बालके अस्ति इति वयं दृष्टवन्तः, तर्हि तत्र आधार आधेयभावः वर्तते खलु? औन्नत्यम् इति गुणः बालके इति तत्र आधेयः अस्ति, औन्नत्यम् इति गुणः आधारः अस्ति बालकः, तत्र गुणगुणिनोः सम्बन्धः इति सर्वं वयं दृष्टवन्तः. तथैव तत्र लेखनक्रियावान् बालकः इति अस्ति चेत् तत्र लेखनक्रिया इति कर्म बालके अस्ति, तर्हि तत्रापि तादृश आधारादेयभावसम्बन्धः वर्तते खलु? तर्हि इदानीं मम प्रश्नः अस्ति, तत्र सर्वदा तादृशभावः, तत्र इत्युक्ते यत्र विशेष्यविशेषणभावः अस्ति तत्र आधार आदेयभावः अपि अस्ति इति वक्तुं शक्नुमः वा इति? धनम् अस्ति चेत् धनं बालके नास्ति खलु भगिनि? अस्तु, तर्हि धनं कुत्र अस्ति? धनं धनवान् इति वदामः चेत् बालकः धनवान्. धनं किं वदामः? वदतु भगिनि, यद् भवती उक्तो वदति तत् समीचीनमेव, इतोपि किञ्चित् चिन्तयतु. तत्र बालकः धनवान् इति वदामः चेत् तत्र कीदृशसम्बन्धः अस्ति बालकः अपि च धनयोः मध्ये, बालकधनयोः मध्ये? बालकः धनवान्, अस्तु, तत्र धनवान् इति वदामः वा समवायसम्बन्धः कथं वा भवितुम् शक्नोति अत्र? तत्र बालकः अपि द्रव्यं, धनमपि द्रव्यं खलु? कीदृश, अस्तु, मम प्रश्न कीदृशसम्बन्धः इति न, कीदृशभावः इति प्रायः इतोपि सम्यक् प्रश्नः भवेत्। सम्बन्धः तु संयोगसम्बन्धः एव। धनवान् इति वदामः चेत् तत्र धनवान् इति तत्र प्रत्ययः कः अत्र? मतुप्, मतुप् प्रत्ययः। मतुप् प्रत्ययः इत्युक्ते तत्र स्तरः अधः भवति, अधः भवति, अपि च मतुप् प्रत्ययः कुत्र प्रयुक्तुं शक्नुमः? सत्यं, परन्तु मधु प्रत्ययस्य लक्षणं किं, लक्षणवाक्यं तद्वयं वारं वारम् उक्तवन्तः। भूतलम् इति तत्र उदाहरणमस्ति, परन्तु मतु प्रत्ययः इत्युक्ते तत्र लक्षणं किं वदामः? तत्र वारं वारम् उक्तवन्तः खलु, यत्र धनम, यस्मिन् धन धनमस्ति, यस्मिन् धनं, अस्तु, भवती एव इदानीम् उक्तवती खलु, यस्य तदेव, तर्हि मतुप् इत्युक्ते यस्य यस्मिन् वा, अस्य अस्मिन् वा, वस्तुतया खलु, अस्य अस्मिन् वा इति। तर्हि बालकस्य धनम् इति कृते तत्र बालके धनम् इति न, परन्तु बालकस्य धनं खलु, तत्र धनं तु वस्तुतया वित्तकोषे वा पेटिकायां वा यत्र कुत्रापि भवति, परन्तु बालकस्य धनम् इति तत्र स्वामित्वभावः अस्ति खलु। तर्हि तत्र वस्तुतया चिन्तयामः चेत् तत्र विशेषणम् इति नास्ति, तत्र धनस्य आधारः इति नास्ति वस्तुतया, तत्र धनस्य आधारः तु पेटिका वा अथवा वित्तकोषः वा, यत्र धनं साक्षात् अस्ति तदेव धनस्य आधारः। परन्तु तत्र धनवान् बालकः इति वदामः चेत् तत्र बालके तत्र धनं प्रति स्वामित्वम् अस्ति खलु, तर्हि तत्र बालकस्य धनम् इति कृते तत्र धनेन बालकस्य, बालकः विद्यते। तर्हि तत्र अत्र तु वस्तुतया आधार अधेयभावः इति नास्ति, परन्तु धनम् इति द्रव्येण बालकः विद्यते। तर्हि तत्र आधार अधेयभावः नास्ति, परन्तु विशेषणभावः तु अस्ति। अपि च अन्यत् उदाहरणं पश्यतु, तत्र अहं तत्र ग्रामप्रिया भगिनी अस्ति, तस्याः समीपे युनो किमपि पुस्तकमस्ति, पुस्तकम् अहम् इदानीं तत् पुस्तकम् इच्छामि, तर्हि अहं वदामि तत्र पुस्तकम् इच्छामि, किं पुस्तकम् इति, कीदृशं पुस्तकम् इति प्रश्नः उदेति चेत् अहं वदामि तत्र रामप्रिया भगिन्याः पार्श्वे, रामप्रिया भगिन्यायाम् अथवा तत्र यः पुस्तकः अस्ति, यः पुस्तक यं पुस्तकम् अस्ति, यत् पुस्तकम् अस्ति तत् पुस्तकम् अहम् इच्छामि इति यदा अहं वदामि चेत् तत्र राम वस्तुतया अत्र पुस्तकमस्ति विशेष्यः, अपि च रामप्रिया भगिन्याः पार्श्वे अस्ति इति तादृशवृत्तित्वम् अस्ति विशेषणम्। आधार आधेयभावः इति रीत्या चिन्तयामः चेत् तत्र आधारः अस्ति रामप्रिया भगिनी, आधेयः अस्ति पुस्तकं, तर्हि अस्मिन् सन्दर्भे तु विशेष्यम् अस्ति आधेयः विशेषणम् अस्ति आधारः, तर्हि तत्र विपरीतदिश्याम् अस्ति. तर्हि तत्र आहत्य यद्वक्तुं शक्नुमः इत्युक्ते तत्र कुत्रचित् आदेयस्य विशेषणं भवति, कुत्रचित् आदेयस्य विशेष्यः भवति, विशेष्यं भवति, कुत्रचित् अन्यस्य अन्यत्र एव भवति तादृशविशेष्यम् अथवा विशेषणं. तर्हि सर्वदा आधार आदेयभावः अस्ति इति वक्तुं न शक्नुमः, परन्तु यदा रामप्रिया भगिन्या उक्तम् आरम्भे यदा कदापि भवति सर्वदा इति न. अवगतं वा तत्? प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे सरामः. तत्र उन्नतशब्दस्य सीमा का इति अस्ति खलु, तत् तत्प्रभृति वयं पठामः. सुब्रह्मण्यमहोदय, भवान् पठितुं शक्नोति वा उन्नतशब्दस्य सीमा का इति आरभ्य? आं भगिनि, एकनिमिषः. उन्नतशब्दस्य सीमा का? तर्हि उन्नतः वृक्षः इत्यत्र उन्नतशब्दः विशेषणवाचकः. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः, तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते, न तु वृक्षः इति. वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रयोक्तव्यम्. उन्नतः इत्येव वदामश्चेत् कः उन्नतः इति न ज्ञायते, कश्चन उन्नतः इत्येतावत् एव ज्ञायते इत्युक्ते वृक्षः. वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्तः कश्चन पदार्थः इति एतावत् एव. अस्तु महोदय, किञ्चित् प्रतिपादयतु. तर्हि उन्नतः वृक्षः इत्यत्र उन्नतशब्दः विशेषणवाचकः, तत्तु वयं गतसप्ताहे पठितवन्तः. अत्र उन्नत इति शब्दः विशेषणवाचकः इति. अत्र विशेषणः विशेषणं किम्? अत्र उन्नतः इति शब्दः विशेषणवाचकः इत्युक्ते अत्र विशेषणं किम्? विशेषणं तु औन्नत्यम्. उत्तमं. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः, तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते. अत्र उन्नतत्वम् इति गुणः इति, तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते, न तु वृक्षः इति. अहं किञ्चित् साहाय्यम् अपेक्षितमस्ति भगिनि अत्र. तर्हि तत्र उन्नतः इति शब्दः, केवलम् उन्नतः इति शब्दः अस्ति चेत् किं ज्ञातुं शक्नुमः वयं तत्र? उन्नतः तत्र चिन्तयतु, तत्र वाक्यमस्ति उन्नतः अस्ति इति, तर्हि तत्र तादृशवाक्येन भवान् किम् अवगच्छति तर्हि उन्नतः अस्ति इति वाक्यमस्ति चेत्? यदि उन्नतः इति शब्दम् अस्ति तर्हि अत्र अत्र चिन्तयामि, यः कोऽपि तादृश उन्नतः इति गुणः अस्ति परन्तु अत्र वृक्षः इति न जानामि, कः अस्ति इति न जानामि, केवलम् उन्नतः इति यस्मिन् यः उन्नतः न जानामि तदेव अस्ति अत्र. तत्र उन्नतः इति वदामः, तत्र केवलम् उन्नतः इति वदामः चेत् तत्र केवलम् उन्नतत्वम् इति गुणः अथवा औन्नत्यम् इति गुणयुक्त कश्चन अस्ति इति एव वयं ज्ञातुं शक्नुमः. तर्हि तत्र उन्नतः इति गुणयुक्तः वृक्षः वा बालकः वा पुरुषः वा तत्तु वयं ज्ञातुं न शक्नुमः खलु. तदेव अत्र अस्ति तादृशगुणेन युक्तः इत्युक्ते तादृशगुण गुणवान् इति चिन्तयतु, गुणवान् इति एव ज्ञातुं शक्नुमः. तदेव अस्ति तत्र गुण तादृशगुणयुक्तः इति. भगिनि धन्यवादः, अग्रे वदतु महोदय. वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रयोक्तव्यं. यदि उन्नतः वृक्षः इति वदामः, अत्र वृक्षः इति शब्दस्य उपयोगं करणीयम् इति अत्र अस्ति. उन्नतः इति एव वदामः चेत् कः उन्नतः इति न ज्ञायते, कश्चन उन्नतः इत्येतावत् एव ज्ञायते. इदानीमेव वयं परिशीलितवन्तः, अत्र उन्नतः इति एव वयं वदामः तर्हि अत्र कश्चन पदार्थः उन्नतः इति एव वयं जानामि, परन्तु कः उन्नतः इति न जानामि. इत्युक्ते वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन. अत्र वृक्षः इति शब्दस्य वदनस्य आवश्यकता अस्ति. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्तः कश्चन पदार्थः इति एतावदेव. पुनः तथैव अत्र लिखितमस्ति, उन्नतशब्दस्य उपयोगम् अत्र उन्नतशब्दः एव वदामः तर्हि अत्र कश्चन पदार्थः अस्ति औन्नत्ययुक्तपदार्थः. कः पदार्थः इति वयं न जानामि. अत्र वृक्षः इति शब्दस्य आवश्यकता अस्ति. वृक्षः यदि न वदामः तर्हि अत्र न जानामि कः उन्नतः अस्ति इति. अत्र वृक्षः इति प्रधान शब्दः इति अहं चिन्तयामि भगिनि. तत्र तत्र वृक्षः इति कथनेन एव कः उन्नतः इति ज्ञानं भवति. केवलम् उन्नतः इति वदामः चेत् तत्र कश्चन अस्ति यः उन्नतः इति एव वयं ज्ञातुं शक्नुमः इति एव अत्र सारांशः. अस्तु, धन्यवादः महोदय. धन्यवादः. तर्हि सुमलता भगिनी भवती अग्रे पठति वा? आं भगिनि. तदर्थम् एव उच्यते औन्नत्यरूपगुणेन युक्तम् इति अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकादेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. एकादेशः इत्युक्तौ एकः भागः. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति. वृक्षस्य बोधः अपेक्षितः चेत् वृक्षः इति एव शब्दः प्रयोक्तव्यः. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति, न तु वृक्षस्य बोधः. यदा वयं चर्चितवन्तः उन्नतः इत्युक्ते औन्नत्यरूपगुणेन युक्तम् इति एकः भागः, तत् गुणवाचकः अस्ति. तत्र अखण्डम् इत्युक्ते अर्थः कः? अखण्डम् इत्युक्ते खण्डनं शक्तुं न, खण्डनं पृथक् कर्तुं न शक्नुमः इति खलु. अखण्डम् इत्युक्ते सम्पूर्णम् इति. ओ, औन्नत्यरूपगुणेन. तर्हि तत्र उन्नतः इति वदामः चेत् तत्र औन्नत्यरूपगुणेन युक्तम् इति अर्थम् इति दृष्टवन्तः खलु तत्र पूर्वस्मिन् परिच्छेदे. तत्र उन्नतः इति शब्दस्य सम्पूर्ण अर्थः अस्ति तत्र औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इति वयं दृष्टवन्तः. तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति इत्युक्ते इदानीं वदतु भगिनि तदारभ्य. तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति इत्युक्ते तत्र औन्नत्यरूपगुणं गुणेन युक्तम् इति उन्नतः इति वयं स्वीकुर्मः चेत् तत्र गुणः औन्नत्यम् इति गुणः इति एकः भागः भवति इति वा? आं तदेव. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. उन्नतशब्दं स्वीकुर्मः चेत् तत् तस्य अर्थः औन्नत्ययुक्तपदार्थः इति एव बोधयति. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भानम् इत्युक्ते किं भगिनि? भानम् इत्युक्ते ज्ञानम् इति एव. ओ, भानं न भवति, वृक्षस्य बोधः न भवति. यदा सुब्रह्मण्यमहोदय उक्तवान् केवलम् उन्नतः इति स्वीकुर्मः चेत् तत्र वृक्षस्य ज्ञानं न भवति. वृक्षः उन्नतः वृक्षः इति वयं ज्ञातुं न शक्नुमः. वृक्षस्य बोधः अपेक्षित. उन्नतः अस्ति, कः उन्नतः इत्युक्ते वृक्षः इति बोधयितुम् इच्छामः चेत् वृक्षः इति इव प्रयोक्तव्य इति उपयोगं कृत्वा वाक्यं वक्तव्यं भवति. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति, न तु वृक्षस्य बोधः. केवलं तदा एव अस्ति खलु भगिनि? उन्नतः इति वदामः चेत् औन्नत्यरूपगुणयुक्तपदार्थः अस्ति इति एव ज्ञातुं शक्नुमः. वृक्षस्य ज्ञानं न भवति. यदि वृक्षः उन्नतः अस्ति इति वक्तुम् इच्छामः चेत् वृक्षस्य शब्दस्य आवश्यकमपि अस्ति अत्र. तर्हि तत्र मुख्यांशः इत्युक्ते तत्र उन्नतः इति वदामः चेत् तत्र उन्नतः इति कथनेन तत्र सम्पूर्णः अर्थः यः भवति तस्मिन् अर्थे एकदेशः अस्ति औन्नत इति गुणः, अन्यदेशम् अस्ति तत्र तादृशयुक्तः कश्चन पदार्थः इति. तत् द्वयोः मेलनेन एव उन्नतः इति पदस्य सम्पूर्णार्थः भवति इति एव तत्र अस्ति. किम् अस्ति भगिनि, मया न अवगतं क्षम्यता, तत्र उन्नतः इति वदामः चेत् तत्र सम्पूर्ण अर्थः अस्ति औन्नत्ययुक्त कश्चन पदार्थः इति, इत्युक्ते तत्र एकदेश तस्मिन् अर्थे तत्र एकदेशः अस्ति औन्नत्यम् इति गुणः, अन्यदेशः अस्ति तत्र तादृशयुक्तपदार्थः इति, द्वयोः मेलनेन एव तत्र उन्नतः इति पदस्य सम्पूर्ण अर्थः आगच्छति, इत्युक्ते औन्नत्यम् इति गुणः अपि अस्ति, कश्चन पदार्थः अपि अस्ति, तर्हि औन्नत्यम् इति गुणयुक्त कश्चन पदार्थः इति उन्नत शब्दस्य अर्थः आयाति. अस्तु, ते अपि पठतु भगिनि. तर्हि अग्रे उन्नतः इति शब्दः धर्मीवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्युक्तं. तादृशः विद्यमानधर्मः वृक्षः धर्मी, उन्नतः च तस्य सूचकः धर्मीवाचकः. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते. तदर्थं वृक्षः वक्तव्यः इति उन्नतवृक्षयोः भेदः. तर्हि अग्रे उन्नतः इति शब्दः धर्मीवाचकः. उन्नतः इति धर्मः इति स्वीकुर्मः चेत् उन्नतः इति शब्दः धर्मवाचकशब्दः अस्ति. एकक्षणं भगिनि, उन्नतः इति शब्दः धर्मवाचकः वा अपि च धर्मीवाचकः वा? उन्नतः इति शब्दः धर्मीवाचकः इति दत्तमस्ति. धर्मी इत्युक्ते यस्मिन् धर्मः अस्ति इति वा भगिनि? सत्यम्. धर्मः भवति औन्नत्यम्. उत्तमम्. औन्नत्यं बोधयति, अतः धर्मीवाचकः भवति. औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इति वयं दृष्टवन्तः. तादृशः विद्यमानधर्मः वृक्षे, कुत्र अस्ति औन्नत्यम् इत्युक्ते वृक्षे औन्नत्यम् अस्ति. उन्नतः इति वदामः चेत् तादृशधर्मः वृक्षे अस्ति इति बोधयति. तदर्थं उन्नतः धर्मीवाचकः भवति वा? किञ्चित् भ्रमः अस्ति भगिनि. सत्यं. तर्हि तत्र उन्नतः इति यत् पदम् अस्ति तद् वृक्षं सूचयति खलु, न तु औन्नत्यम् इति गुणम्. तर्हि उन्नतः इति पदेन पदार्थविषये एव वयं ज्ञातुं शक्नुमः, कश्चन गुणयुक्तपदार्थः परन्तु पदार्थविषये एव. तर्हि तत्र उन्नतः इति पदम् अस्मिन् सन्दर्भे तु वृक्षं सूचयति, तर्हि उन्नतः इति पदं धर्मीवाचकपदमस्ति. तत्र धर्मः अस्ति औन्नत्यम् इति गुणः. तर्हि उन्नतः इति पदेन वयं ज्ञातुं शक्नुमः कश्चन धर्मी यस्मिन् औन्नत्यम् इति धर्मः अस्ति इति. परन्तु यथा तत्र लिखितमस्ति, सः धर्मी कः इति स्पष्टतया ज्ञातव्यं चेत् तत्र वृक्षः इति वक्तव्यम्. तत्र वृक्षः इति नास्ति चेत् कश्चन धर्मी इति एव ज्ञातुं शक्नुमः, परन्तु स च धर्मी कः इति न अस्माकं ज्ञानं न भवति अत्र. तदेव तत्र उन्नतः अपि च वृक्षः, तत्र द्वयोः शब्दयोः मध्ये भेदः तदेव अस्ति. इत्युक्ते तत्र उन्नतः वृक्षः द्वयमपि धर्मीवाचकशब्दः एव एकरीत्या पश्यामः चेत्, परन्तु उन्नतः इति शब्देन तत्र धर्मी कः इति ज्ञानं न भवति, कश्चन धर्मी अस्ति इति एव ज्ञानं भवति. वृक्षः इति शब्देन धर्मी कः इति ज्ञानमपि भवति. पूर्वस्मिन् परिच्छेदे एतदेव अर्थे गुण विषये दत्तमस्ति खलु भगिनि? अत्र गुण स्थाने धर्म धर्मी इति सा किं कश्चन भेदः अस्ति वा गुण पुनः गुणः इति वयं यदा न्यायशास्त्रे पदार्थः इति वदामः चेत् गुणः इति अस्ति खलु, परन्तु धर्मः इति तत्र यस्मिन् किमपि भावः जाति तत्र धर्मः इति किञ्चित् लक्षणं किं वदामि मोर् जेनरिक् शब्दः अस्ति. किं वदामः सार्वत्रिक इति चिन्तयामि तत्र. सार्वत्रिकशब्दः गुणः इति तत्र न्यायशास्त्र पारिभाषिकशब्दः. अस्तु, सुनील् महोदय भवान् अग्रे पठति वा? आं भगिनि. तर्हि अग्रे उन्नतः इति शब्दः धर्मिवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्युक्तम्. तादृशः विद्यमानधर्मः वृक्षे, अतः वृक्षः धर्मी, उन्नतः च तस्य सूचकः धर्मिवाचकः. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते. तदर्थं वृक्षः वक्तव्यः इति उन्नतवृक्षयोः भेदः. महोदय, तत्तु अभवत् खलु, इदानीं सीता भगिनी पठितवती, तदग्रे क्षम्यतां, चिन्ता नास्ति, अग्रे पठतु. उन्नतशब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यं. तथापि उन्नतशब्देन गुणी कः इति उन्नतशब्देन न ज्ञायते. पदार्थः वृक्षः वा पुरुषः वा बालकः वा कुक्कुरः वा इति यावत् विशेष्यवाचकशब्दः न उच्चार्यते तावत् न बोध्यते. इदानीम् अस्ति उन्नतशब्दः गुणिवाचकः एव गुणवाचकः न इति. तथापि अत्र उन्नतशब्देन गुणी कः इति न ज्ञायते. केवलं उन्नतशब्देन पदार्थः वृक्षः वा अथवा पुरुषः वा अथवा अन्य कः वा इति न ज्ञातुं शक्यते. अतः विशेष्यवाचक शब्देन एव तद् ज्ञातुं शक्यते. अतः केवलम् उन्नतशब्देन यः कः इति ज्ञातुं न शक्यते. अतः विशेष्यवाचकशब्दः अपि उच्चार्यते इति. अग्रे अपि पठतु महोदय. विशेष्यभूतः यः वृक्षः सः वृक्षशब्देन बोध्यते. औन्नत्यरूपः यः गुणः सः उन्नतशब्देन बोध्यते. उन्नतशब्दः वस्तुतः गुणवाचकः न, किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्ट यः गुणी तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते. अतः एव वदामः उन्नतशब्दः विशेषणवाचकः इति. इदानीं अत्र अस्ति वृक्षः विशेष्यभूतः इति. अत्र सः वृक्षशब्देन एव बोध्यते इति. अत्र औन्नत्यरूप गुणः वृक्षे अस्ति, परन्तु तत्र उन्नतशब्देन एव अबोध्यते. अतः उन्नतशब्दः वृक्षः इति सम्पूर्णवाक्यं वक्तव्यमिति. अत्र अन्य अस्ति उन्नतशब्दस्य अर्थः गुणविशिष्टः यः गुणी इति. तत्र औन्नत्यरूपगुणः तत्र बोध्यते. एकदेशरूप औन्नत्यरूपगुणः उन्नतशब्देन बोध्यते इति. अतः उन्नतशब्दः विशेषणवाचकः इति वदामः. तर्हि अत्र उन्नतः वृक्षः इति वदामः चेत् तत्र उन्नतः इति विशेषणवाचकः. तत्र विशेषणं किं, विशेष्यवाचकः किं कः? विशेष्यवाचकः वृक्षः, विशेषणं उन्नतः. तर्हि विशेषणवाचकशब्दः कः? विशेषणवाचकः उन्नतः, क्षम्यता, विशेषणम् औन्नत्यं. हा, औन्नत्यम्. अस्तु, तर्हि तदर्थमेव तत्र गुणविशिष्टयः गुणी इति. इत्युक्ते तत्र अस्मिन् सन्दर्भे औन्नत्यम् इति गुणेन विशिष्टः गुणी इति तत्र उन्नतः इति शब्देन वयम् अवगन्तुं शक्नुमः. अथवा गुणयुक्तः गुणी इति. अस्तु, इदानीं एतत्पर्यन्तं तत्र स्पष्टं वा? अस्तु, तर्हि पवन् महोदय अग्रे पठितुं शक्नोति वा? भगिनि, अग्रिमं पठामि भगिनि, किञ्चित् तत्र उद्घाटयति. अस्तु, चिन्ता नास्ति. बालसुब्रह्मण्यं महोदय, भवान् पठति वा? लोके प्रयोगः भिन्नः. लोके प्रयोगः भिन्नः किमर्थम् इति चेत्, तत्र उन्नतशब्देन कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नतशब्दः विशेषणम् इति एव तत्र प्रयोगः भवति. किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्यत यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषणम्. सुसामान्यलौकिकविषये किञ्चित् भिन्नः अस्ति. किमित्युक्ते उन्नतशब्देन औन्नत्यरूपगुणस्य बोधः भवति इति. तस्मात् उन्नतशब्दः विशेषणमिति एव तत्र अवगम्यते. किन्तु वस्तुस्थितिः अवगन्तव्यं यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषणमिति. इत्युक्ते तत्र आरम्भस्तरे यदा वयं पठामः तत्र उन्नतः वृक्षः अथवा उन्नतः बालकः इति, सुन्दरः बालकः इति अस्ति चेत् तत्र सुन्दरः इत्युक्ते विशेषणं, बालकः इत्युक्ते विशेष्यम् इति पठितवन्तः वयमपि, अपि च पाठयामः अपि, खलु? तत्र आरम्भस्तरे ये छात्राः सन्ति तान् पाठयामः चेत् वयम् इदानीमपि वयं तथैव वदामः, खलु? तत्र उन्नतः इति विशेषणं, बालः इति विशेष्यम् अथवा वृक्षः इति विशेष्यम् इति. तत्र दोषः इति न, किमर्थं चेत् आरम्भस्तरे तथैव पाठनीयं, खलु? तत्र आरम्भस्तरे गत्वा वयं एतान् अंशान् वदामः चेत् तत्र भ्रमः जायते. तत्र वस्तुतः तत्र विशेषणं न, परन्तु विशेषणवाचकशब्दः इति तत्सर्वं वदामः चेत् तत्र बहु जाटिल्यं भवति, खलु? तर्हि तथैव वक्तव्यं, तत्र दोषः इति न, परन्तु यदा वयं प्रौढाः भवामः तत्र वयं ज्ञातुं शक्नुमः वस्तुस्थितिः का इति, तत्र तत्र किञ्चित् जवनिकायाः पृष्ठतः तत्र इतोपि किञ्चित् अधिकः विषयः अस्ति, तत्र अधिकाः विषयाः सन्ति, तत्र केवलं विशेषम् इत्युक्ते किं, विशेषम् इत्युक्ते किं, तत्र वाचकशब्दः इत्युक्ते के इति, एतत् सर्वं वयं किञ्चित् अवगन्तव्यम् अस्माभिः इति इत्येव अस्ति अत्र. अस्तु, अग्रे पठतु महोदय. औन्नत्यं विशेषणम्, उन्नतः विशेषणवाचकः, पृच्छः विशेषवाचकः, यल्लिङ्गं यत्वजनं या च विभक्तिविशेषस्य, तल्लिङ्गं तत्वजनं सा च विभक्तिः विशेषणस्य अपि इति किञ्चित् अग्रे अपि पठतु महोदय, अग्रे अपि पठतु. अनेन विशेषवाचकस्य विशेषणवाचकस्य अपि इति येषां भाषा किञ्चित् प्रगता तैः अवगम्यत. सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः, किन्तु ये इतोपि अधीतवन्तः तैः अपि तथा बुध्यते चेत् दोष एव. श्लोकस्य उच्चारणसमये जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्. विशेष्यवाचकस्य विशेषवाचकस्य अपि इति येषां भाषा किञ्चित् प्रगता. सो यदि यल्लिङ्गं यद्वचनं या च विभक्तिविशेषस्य इत्युक्ते प्रथितः यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यवाचकः विशेषवाचकस्य, तल्लिङ्गं तत्वजनं सा च विभक्तिः विशेषणवाचकस्य अपि इति उक्तम् उचितम् इति उक्तः. अति उत्तमं महोदय, तथैव अस्ति अत्र. इत्युक्ते तत्र यद्यपि श्लोके विशेषस्य अपि च विशेषणस्य इति अस्ति, तथापि यदा वयं पठामः, यदा वयम् इदानीं तु अस्माकं ज्ञानम् अस्ति खलु तत्र विशेषणम् इति न, परन्तु विशेषणवाचकपदं, विशेष्यम् इति न, परन्तु विशेष्यवाचकपदम् इति, तर्हि किञ्चित् वयं यदा वयं तत् श्लोकं पठामः तत्र विशेषणम् इत्युक्ते तत्र वस्तुतया विशेषणवाचकपदं, विशेष्यम् इत्युक्ते वस्तुतया विशेष्यवाचकपदम् इति किञ्चित् प्रकटवर्गे. हा, सत्यं सत्यं सत्यं, तदेव. अस्तु, तर्हि अग्रे सरामः. पवन् महोदय इदानीं पठितुं शक्नोति वा? आं भगिनि, परन्तु परिच्छेदः इति तद्वाचकशब्दः इति अस्ति खलु, तत् तद्वाचकशब्दः क्षन्तव्य अर्थस्य परिवर्तनार्थम् इति किमपि अस्ति. गुणवाचकशब्दाः त्रिविधाः, तद् न पठितं खलु? तद् तद् अग्रे अग्रे, तत्तु अभवत्, तत् अभवत्, क्षन्तव्यम्. अधोभागे आगच्छतु. अस्तु, आगच्छन्नस्मि. वृक्षस्य विशेषणद्वयम् अधिकावधि विशेषणानि तदपि अभवत् अभवत् विशेषणम् एकः क्षन्तव्यमस्मि. तत्र मध्ये उपरि गतः यतः एषः तदर्थं तद्वाचकशब्दः तदभवत् भगिनि. अस्तु, तद्वाचकशब्दः. उन्नतः वृक्षः इति वाक्ये वृक्षस्य विशेषणद्वयम् इत्युक्तम्. औन्नत्यम् इति एकं विशेषणं, वृक्षत्वम् इति अपरं विशेषणम्. औन्नत्यम् इति विशेषणं केन पदेन बोध्यते? तद्वाचकः शब्दः कः? तद्वाचकः शब्दः उन्नतः इति एव. उन्नतपदेन एव औन्नत्यं बोध्यते. तर्हि वृक्षत्वम् इति यत् विशेषणं, तद्वाचकः शब्दः कः? तद्वाचकः शब्दः वृक्षः इति शब्दः एव. तत् कथम् इति चेत्, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते. प्रथमः वृक्षः इति जीवः, द्वितीयः वृक्षत्वम् इति वृक्षे विद्यमाना जातिः. कुत्रचित् धर्मः इति एव वक्तव्यं भवति, अत्र स च धर्मः जातिः एव. द्वितीयः वृक्षवृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः, अत्र समवायसम्बन्धः इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते. अस्तु, तर्हि अत्र अस्ति कुनतः वृक्षः इति यदस्ति वाक्यं, तत्र विशेषणद्वयं स्तः अस्ति. एकं तु उन्नतः, तत्तु औन्नत्यम् इति विशेषणं पदेन बोध्यते, विशेषणपदेन बोध्यते. वृक्षः इति यदस्ति तत्र वृक्षत्वम् इति पदेन विशेषणपदेन बोध्यते. परन्तु तत्र पदार्थत्रयम् इति वृक्षः इति शब्देन पदार्थद्वयं त्रयम् अस्ति इति पूर्वं वयं पठितवन्तः. एतत्तु प्रथमवृक्षः इति जीवः, वृक्षः इति जीवः, वृक्षत्वम् इति जातिः, सम्बन्धः अस्ति तृतीयः पदार्थः इति इत्तः जानीमः इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते. तर्हि उन्नतः इति अपि पदमस्ति, तत्र विशेषणमस्ति तद् इति विशेषणवाचकपदं खलु, न तु विशेषणं, न तु स्वयं विशेषणं. सत्यम्, उन्नतः इति विशेषणवाचकं, तस्मिन् औन्नत्यमिति विशेषणमस्ति. सत्यं, तर्हि इदानीम् उन्नतः वृक्षः इति वदामः चेत् अत्र वयं गते सप्ताहे दृष्टवन्तः खलु, तत्र पञ्चविधविशेषणं, पञ्चविशेषणम् इति, तत्र विशेषणपञ्चकम् अथवा तत्र तु उक्तवन्तः, तत्र गुणः अपि, गुणः विशेषणं भवितुम् अर्हति इति, तदेव तत्र औन्नत्यम् इति गुणः इति उदाहरणरूपेण दृष्टवन्तः. अपि च जातिः अपि विशेषणं भवितुम् अर्हति इति, इत्युक्ते तत्र बालके विद्यमाना बालकत्वम् इति जातिः यदस्ति तद् बालकम् अन्येभ्यः पदार्थेभ्यः पृथक् करोति इति कारणात् तत्र बालकत्वम् इति यद् जातिः अस्ति तदपि तत्र विशेषणं भवितुम् अर्हति इति. तर्हि औन्नत्यम् इति गुणस्य विशेषणवाचकपदम् अस्ति उन्नतः इति. बालकत्वम् इति अथवा वृक्षत्वम् इति वदामः चेत् वृक्षत्वम् इति विशेषणस्य वाचकपदं किम् अस्ति? वृक्षः इति. तत्र अन्यशब्दः नास्ति, वृक्षः इति पदं. तर्हि तत्र वृक्षः इति पदं स्वयं वृक्षः इति यत् प्राणी अस्ति तदपि सूचयति, अपि च वृक्षत्वम् इति विशेषणं यदस्ति तदपि सूचयति. तृतीयमस्ति तादृशविशेषणम् अपि च प्राणीमध्ये यः सम्बन्धः अस्ति, इत्युक्ते इदानीं समवायसम्बन्धः खलु, तादृशसम्बन्धः अपि सूचयति खलु. तादृशसम्बन्धः अस्ति इति कारणात् एव तत्र वृक्षे वृक्षत्वं भवति इति वयं वक्तुं शक्नुमः. तत्र विषयत्रयम् अपि अथवा पदार्थत्रयमपि, इत्युक्ते वृक्षः इति जीवः, वृक्षत्वम् इति जातिः, समवायसम्बन्धः, पदार्थत्रयम् अपि वृक्षः इति एकमेव पदेन वयम् एकेन पदेन एव वयं ज्ञातुं शक्नुमः. अस्तु, अग्रे पठामि भगिनि. पठतु. एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते, यथा अत्र वृक्षशब्देन वृक्षत्वविशिष्टवृक्षः इति अर्थः, नाम वृक्षत्वसम्बन्धः यत्र अस्ति तादृशः पदार्थः. इत्युक्तौ वृक्षत्वं, वृक्षः, तयोर्मध्ये विद्यमानः सम्बन्धः, एते त्रयः पदार्थाः ज्ञायन्ते. तत्र उदाहरणार्थं यदि बालकः इति स्वीकरोमि, तत्र बालकः जीवः, बालकत्वं विशेषणम्, अपि च सम्बन्धः समवायसम्बन्धः भवति तयोः मध्ये. तर्हि पदार्थत्रयमस्ति, बालकत्वं, बालकः, तस्मिन् विद्यमानसम्बन्धः, तयोर्मध्ये विद्यमानसम्बन्धः. तत्र सम्बन्धः कः, तयोः मध्ये विद्यमानसम्बन्धः कः? समवायसम्बन्धः एव भवति भगिनि न वा? उत्तमम्. एते त्रयः पदार्थाः ज्ञायन्ते. अस्तु, परन्तु अत्र तद्वाचकः शब्दः इति वयं प्राप्तवन्तः भगिनि अस्मिन् परिच्छेदे न खलु, अग्रे प्रायः भवेत्। अत्र तद्वाचकशब्दः इति किं भगिनि? हा, तत् तद्वाचकशब्दः इत्युक्ते तत्र विशेष्यम् इति यदस्ति तर्हि तत्र तत्र विशेषणस्य कृते तद्वाचकशब्दः इति उन्नतः एव, विशेष्यस्य कृते तद्वाचकशब्दः इति वृक्षः एव, परन्तु तत्र वृक्षः इति यः पदः यः शब्दः अस्ति स च शब्दः तत्र केवलं तत्र प्राणी इति न, परन्तु अन्यस्य अपि सूचनां ददाति इति एव। अवगतम्। अग्रे एकमस्ति पङ्क्ति अहं पठामि, तदपि सम्पूर्णं करोतु महोदय। अतः उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति, उन्नतत्वं वृक्षत्वं च। उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः, वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः, एषा व्यवस्था भवति। अस्तु, तर्हि तत्र तद्वाचकशब्दः इतः तु द्वयमस्ति, एकं तु उन्नतः एकं तु वृक्षः। अस्तु, अत्र मम किमपि प्रश्नः न सन्ति भगिनि। अस्ति, अस्तु, तर्हि तर्हि तत्र सुन्दरी बालिका इति अस्ति चेत् तत्र तथा कर्तुं शक्नोति वा? तत्र तत्र प्रथमं विशेषणवाचकपदं किं, विशेषणं किं, विशेष्यं किं, विशेष्यवाचकपदं किम् इति प्रथमं वदतु। सुन्दरी बालिका, तत्र विशेषणमस्ति सौन्दर्यं, विशेषणवाचकशब्दः अस्ति सुन्दरी, अपि च विशेष्यमस्ति बालिका, विशेष्यवाचकशब्दं बालिका एव भवति। तयोः मध्ये भेदः कः, विशेष्यम् अपि च विशेष्यवाचकपदं? विशेष्यम् अपि च विशेषवाचकपदं, विशेष्यम् अस्ति तत्र बालिका यदस्ति तत्र पदार्थ यदा वयं शृण्मः पदार्थत्रयं बोध्यते, तद्वाचकशब्दः तु बालिका एव। इदानीं तद्वाचकशब्दः मास्तु, तदग्रे रामः, प्रथमं विशेष्यम् अपि च विशेष्यवाचकशब्दयोः भेदः कः? अस्तु, बालिका बालिका अस्ति चेत् तत्र बाल्यम् अथवा बालकत्वम् अस्ति इति विशेष्यवाचकं, सोरि विशेषणं, तद्विशेषणमस्ति खलु, तद्वितीयविशेषणं, तद्विषये इदानीं मास्तु। तत्र केवलं विशेष्यम् इति यद् भवान् उक्तवान् प्रथमं, तत्र सौन्दर्यम् इति विशेषणमस्ति, सुन्दरी इति विशेषणवाचकपदमस्ति, तत् सम्यक्। अपि च बालिका इति तत्र बालिका बालिकायां यदि यद् बालिकात्वम् अस्ति तदपि विशेषणं, बालिका इति तस्य विशेष्यं तदपि सम्यक्, विशेष्यवाचकपदं क्षम्यतां विशेषणवाचकपदम् इति तदपि सम्यक्, परन्तु बालिका इति विशेष्यम् इति उक्तवान्, बालिका इति विशेष्यवाचकपदम् इति उक्तवान् खलु, तर्हि तत्र तयोः मध्ये भेदः कः, किमर्थं विशेष्यम् इति अपि अस्ति विशेष्यवाचकपदम् इति अपि अस्ति? अस्तु, तत्र सुमलता भगिनी भवती तत्र सहायं कर्तुं शक्नोति वा? प्रयत्नं करोमि भगिनि। यत् प्राणी अस्ति बालिका, सा भवति विशेष्यं, बालिका शब्दं पदं यत् अस्ति तत् विशेष्यवाचकः भवत् वाचकं भवति। उत्तमं भगिनि, तदेव तदेव तदेव भेदः अत्र। तत्र बालिका इति या प्राणी अस्ति सा स्वयं बालिका भवति, बालिका इति यत् शब्दं वयम् इदानीं वदामः अथवा लिखामः तत् शब्दमस्ति बालिका, क्षम्यतां, विशेष्यवाचकपदम्। अवगतं वा महोदय? अस्तु, तर्हि इदानीं तत्र अग्रे वदतु। क्षतिः अस्ति तत्र, जीवः अपि च जातिः इति अपि वक्तुं शक्नोमि वा तत्र भेदः? जातिः इति विशेषणं खलु, तत्र तद् विशेष्यं नास्ति। अस्तु अस्तु, तत्र जीवः इति यत् अस्ति तत् स्वयं विशेष्यं भवति, तज्जातिः अपि तदेव वयं तत्र विशेषणपञ्चकम् इति यदा वयं दृष्टवन्तः तत्र जातिः अपि विशेषणमस्ति. तत्र बालिकायां विद्यमानं बालिकात्वम् इति यत् धर्मः अस्ति सः धर्मः एव बालिकां पृथक् करोति खलु. तर्हि तत्र सा बालिका अस्ति बालकः नास्ति इति तादृशपृथक्त्वं पृथक्करणं तु तत्र बालिकायां विद्यमानधर्मेण एव भवति. तर्हि तत्र येन पृथक् क्रियते तद्विशेषणम् इति वयं दृष्टवन्तः. येन भिद्यते येन पृथक् क्रियते तद्विशेषणम्. तर्हि तत्र बालिकात्वम् इति जाति जात्या बालिकायाः बालिका पृथक् भवति खलु अन्येभ्यः भेदः बालकेभ्यः वा अथवा वृक्षेभ्यः वा यत्किमपि भवतु तर्हि तदपि जाति अस्ति. क्षम्यतां, तदपि विशेषणम् अस्ति. अस्तु, तर्हि अग्रे सरामः. रामप्रिया भगिनी भवती पठति वा? आं भगिनि. धनं धनवत्त्वं च. आम्, धनं धनवत्त्वं च. अधुना धनवत्त्वं धनं धनवान् इति शब्दः अस्ति. यथा वृक्षशब्दस्य विशेषणं किं? वृक्षत्वं. वृक्षशब्दस्य वदनेन वृक्षपदार्थः वृक्षत्वं तयोः सम्बन्धः च एतत् सर्वं पदार्थत्रयं ज्ञायते. अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु. धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः. धनम् अस्मिन् अस्ति धनवान् इति. धनवान् कः? कश्चन पुरुषः. धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यते. किम् इति चेत् प्रथमः पदार्थः धनवान् एव, नाम धनं यस्य यस्मिन् अस्ति सः. तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति स अपि पदार्थः बोध्यते. सः पदार्थः कः? धनम् एव. वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम्. अत्र धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः कः इत्युक्ते अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति. धनवान् यः अस्ति तस्मिन् विद्यमानं विशेषणं धनम् एव. धनवती विद्यमानः धर्मः इत्युक्तौ धनम् एव. कथनस्य आशयः एवं यत् धनम् अपि कश्चन धर्मः भवति. तर्हि धनवान् इति शब्देन के त्रयपदार्थाः बोध्यन्ते इत्युक्ते धनं धनं यस्मिन् अस्ति तादृशपुरुषः तयोः मध्ये विद्यमानसंयोगसम्बन्धः. एते त्रयः अंशः ज्ञायन्ते. अत्र धनवत्त्वं धनम् इत्योः इति कः इति दत्तमस्ति. धनवान् इति एकः शब्दः स्वीक्रियते स्वीकरोति चेत् किम् अभवत् इति, तस्य विशेषणं किम् इति अत्र अस्ति. प्रथमं तु वृक्षशब्दस्य विशेषणं किम् इति अस्ति. वृक्षशब्दस्य विशेषणमस्ति वृक्षत्वं. वृक्षशब्दस्य वदनेन वृक्षम् इति एक पदार्थः वृक्षत्वं तयोः सम्बन्धः समवायसम्बन्धः इति पदार्थत्रयम् अहं ज्ञातुं शक्नोति. अग्रिम उदाहरणमस्ति धनवान् इति शब्दः. अत्र धनवान् इत्युक्तौ धनं यस्य अस्य अस्य यस्य यस्मिन् वा अस्ति सः धनवान् अस्ति. धनवान् कः इति प्रश्नः पृच्छति चेत् कश्चन पुरुषः. धनवान् इति शब्दे एव पूर्णं करोति इति अस्ति. कः इति प्रश्नस्य उत्तरं धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यति. कः इति किम् इति चेत् प्रथमं तु धनवान् एव. द्वितीयम् अस्ति धनं धनं. तृतीयम् अस्ति तृतीयमस्ति संयोगसम्बन्धः, क्षम्यताम्, तृतीयमस्ति संयोगसम्बन्धः, तृतीयमस्ति मध्ये किमपि आगच्छति इति तदानीमेव किल भगिनि. तर्हि तत्र इदानीं धनवान् इति स्वीकुर्मः चेत् तत्र तत्रापि तत्र अंशत्रयं वयं ज्ञातुं शक्नुमः तस्मात् अपि, तत्र धनमिति विषयः अपि च धनम् इति धर्मः, धनवान् इति कश्चन पुरुषः, तयोः मध्ये विद्यमानः सम्बन्धः इति वयं ज्ञातुं शक्नुमः. तर्हि तत्र धनं धनवत्त्वम् इति किमर्थं तत्र मुख्य अंशः किम् इत्युक्ते, तत्र वयं पूर्वं पुस्तके अपि दृष्टवन्तः अत्र एकचत्वारिंशत् पुटे इति चिन्तयामि, तत्र मत्वर्तीयात् भावप्रत्ययः प्रक्रियार्थं गमयति इति वयं दृष्टवन्तः. इत्युक्ते मतुप्रत्ययः उपयुज्य तदनन्तरं भावप्रत्ययः उपयोगं कुर्मः चेत् तत्र समानस्तरीयः भवति, समानार्थः भवति इति वयं पुस्तके दृष्टवन्तः. तत्रापि अस्माकं किञ्चित् भ्रमः आसीत् किमर्थं चेत् तत्र त्वम् अथवा था इति तत्र किमपि त्वं तल् इति भावप्रत्ययः उपयोगं कुर्मः चेत् तत्र साधारणतया अस्माकम् अवगमनम् अस्ति यत् भावप्रत्ययः उपयोगं कुर्मः चेत् तत् साक्षात् किमपि पदार्थः नास्ति, तस्य स्पर्शः न कर्तुं शक्नुमः इति. तर्हि तत्र धनम् इति वदामः, धनं यस्य अस्ति सः धनवान्, धनवान् तस्य भावः धनवत्त्वम् इति वदामः चेत् तर्हि धनवत्त्वम् अपि च धनम् इति द्वयमपि समानस्तरे भवति खलु. तर्हि धनम् इत्युक्ते धनवत्त्वं वा, तत्र तयोः मध्ये भेदः अस्ति वा इति प्रश्नः आगच्छति. धनम् इत्युक्ते कश्चन पदार्थः यत् वयं स्पर्शं कर्तुं शक्नुमः, साक्षात् उपयोगं कर्तुं शक्नुमः, तत्सर्वम् अस्ति. परन्तु धनवत्त्वम् इत्युक्ते तत्र भावः इति वयं चिन्तयामः चेत् तत्र तादृशरीत्या प्रयोगं कर्तुं न शक्नुमः इति अस्माकं भ्रमः जायते खलु. तदर्थमेव तत्र अत्र धनवत्त्वम् इत्युक्ते कः इति, धनम् अपि च धनवत्त्वम् इत्युक्ते तयोः मध्ये भेदः अस्ति वा, समानं वा इति तत्र दत्तमस्ति. अस्तु, अग्रे अपि पठतु भगिनि. आम्, एतदपि वक्तव्यम् अस्ति, धनवान् इति शब्दः गुणिवाचकः उन्नतशब्दः इव. अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति, नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत, तावदेव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः. धनवान् अपि तथा. धनं कस्मिन् अस्ति, पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते. केवलं धनयुक्तः कश्चन अस्ति इत्येतावदेव ज्ञायते. सः कः इति वक्तव्यं चेत् अग्रे अन्यत् पदं प्रयोक्तव्यं, धनवान् बालकः इति वक्तव्यम्. अत्र अस्ति यदा धनवान् इति, धनवान् शब्दः गुणिवाचकः शब्दः, यस्य गुणः अस्ति इति, तद् उन्नतशब्दः इव एव अस्ति. यदा उन्नतः वृक्षः इति वदामः चेदेव पूर्ण अर्थं भवति, तदा एव धनवान् इति वदामः चेत् धनं कस्मिन् अस्ति इति, कस्य समीपे अस्ति इति न अवगतं. यथा धनवान् बालकः इति वदामः चेदेव पूर्णतया अवगतम् इति, बालकः बालकस्य समीपे धनम् अस्ति इति. तर्हि इदानीं मम प्रश्नः अस्ति, अत्र धनवान् इत्युक्ते तत्र अंशत्रयं ज्ञातुं शक्नुमः, तत्र धनम् इति धर्मः अपि च पुरुषः अथवा कश्चन पदार्थः यस्य समीपे धनम् अस्ति तयोः मध्ये विद्यमानः सम्बन्धः इति दृष्टवन्तः खलु. अनन्तरम् अस्मिन् परिच्छेदे अस्ति तत्र धनवान् इति शब्दः उन्नतशब्दः इव गुणिवाचकशब्दः इति. तर्हि उन्नतः इति शब्दे अपि तादृश अंशत्रयं वर्तते वा? उन्नतशब्दे औन्नत्यम् इति गुणः वर्तते. अस्तु, उन्नतशब्दे सम्बन्धः गुणगुणिनोः सम्बन्धः अस्ति. गुणगुणिनोः मध्ये कीदृशसम्बन्धः? संयोगसम्बन्धः, समवायसम्बन्धः. अस्तु, तर्हि तत्र गुण औन्नत्यम् इति गुणः अपि च समवायसम्बन्धः. एकं तृतीयम् उन्नतत्वम्, उन्नतत्वम् औन्नत्यं तयोः भेदः, तयोः भेदः भेदः नास्ति किल, समानः उन्नतः वा भगिनि? उन्नतः, उन्नतः, हा उन्नतः इति शब्दे अपि तादृश अंशत्रयम् अस्ति वा? अस्ति चेत् तत्र ते के इति उन्नतः एव वा? गुणि खलु भगिनि, उन्नतः इत्युक्ते गुणि एव खलु, गुणिनं सूचयति. सत्यं, गुणिवाचकशब्दः एव. धनवान् अपि गुणवाचकशब्दः खलु? तर्हि धनवान् इति शब्दे तत्र अंशत्रयं किं तत् पठतु भगिनि एकवारं पुनः. तत्र अंशत्रयम् इति अस्ति खलु तत्र, अथवा वदतु तत्र धनवान् इति शब्दे अंशत्रयं धनं प्रथमं, धनं कस्य समीपे अस्ति इति द्वितीयं, संयोगसम्बन्धः तृतीयम्. अस्तु, तर्हि इदानीं तथैव उन्नतः विषये वदतु. औन्नत्ययुक्त कश्चन अस्ति, त्रयमस्ति. आम् आम्, कः उन्नतः इति. अस्तु, तर्हि पुनः वदतु. औन्नत्यम् इति एकं विशेषणम्, उन्नतः कः इति विशेषणं न खलु, अंशम् औन्नत्यम्. उन्नतः कः इति गुणगुणिनोः मध्ये समवायसम्बन्धः. उत्तमं, तर्हि तत्र औन्नत्यमिति गुणः एकः अंशः. कस्मिन् तादृशगुणः अस्ति इति द्वितीयः अंशः, तयोः मध्ये विद्यमानः सम्बन्धः तृतीयांशः. तृतीयं, तर्हि यद्यपि गुणिवाचकशब्दः भवतु तस्मिन् तादृश अंशत्रयम् अस्ति इति स्मर्तव्यम् अस्माभिः. अस्तु, तत्र प्रश्नः अस्ति वा कस्यापि? अस्तु, तर्हि तत् अन्तिम लघुपरिच्छेदः अस्ति खलु भगिनि, तदपि पठित्वा. किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोः मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते. धनवान् इति शब्देन एते त्रयः पदार्थः ज्ञायन्ते. तदेव धनम् धनवान् इति शब्देन धनं कस्य समीपे, धनयुक्तः कश्चन अस्ति इति ज्ञायते, धनम् अस्ति इति अपि ज्ञायते, तयोः मध्ये संयोगसम्बन्धः इति ज्ञायते. तदेव त्रयः पदार्थः धनवान् इति शब्देन अहं ज्ञातुं शक्नोति. उत्तमम्, उत्तमम्. सुब्रह्मण्यमहोदय, भवान् पठति वा धनवत्वम् इति? आं भगिनि, धनवत्वम् अत्र कथं व्यवस्था इति उच्यते. धनवान् इति शब्दात् त्वप्रत्ययः संयोजितः, तेन धनत्वं धनवत्वम् इति पदं सञ्जातं. त्वप्रत्ययः भावप्रत्ययः, भावार्थे विद्यमानः प्रत्ययः. वस्तुतः भावः इत्यस्य अर्थः कः इति चेत् तस्मिन् विद्यमानः धर्मः. इदानीं वृक्षः इति शब्दः अस्ति, वृक्षस्य भावः वृक्षत्वं, वृक्षस्य भावः इत्यस्य अर्थः कः इति चेत् वृक्षे विद्यमानः कश्चन धर्मः। अतः त्वप्रत्ययं योजयामः चेत् वृक्षशब्दात् तेन किं भवति, वृक्षे विद्यमानः धर्मः बोध्यते। तत्र एक एव धर्मः वृक्षत्वम्। एवमेव यः कोऽपि शब्दः भवतु, शुक्लः इति अस्ति, शुक्लः गुणवाचकशब्दः इति स्वीक्रियताम्। तत्र शुक्लत्वम् इति धर्मः अस्ति, आङ्ग्लभाषायां वैट्नेस्। तर्हि शुक्लशब्दात् भावार्थे त्वप्रत्ययं योजयामः चेत् तस्य अर्थः कः भवति, शुक्लः इति गुणः, तस्मिन् विद्यमानः धर्मः इति। तर्हि शुक्लत्वमित्युक्ते शुक्ले विद्यमानः धर्मः, मनुष्ये विद्यमानः धर्मः मनुष्यत्वम्। अत्र धनत्वम् अत्र कथं व्यवस्था इति उच्यते। धनवान् इति शब्दात् त्वप्रत्ययः संयोजितः, तेन धनत्वम् इति पदं सञ्जातम्। अत्र महोदय तत्र धनत्वं नास्ति, धनवत्वं, धनत्वम् इति भिन्नविषयः तत्र। आं भगिनि, धनवत्वं अत्र धनवान् इति शब्दात् त्वप्रत्ययः संयोजनं संयोजनानन्तरं धनवत्वम् इति पदं निष्पन्नः भवति। अत्र त्वप्रत्ययः भावप्रत्ययः इत्युक्ते अत्र तस्मिन् विद्यमानः धर्मः इति तस्य अर्थः। तथैव वृक्षः अस्ति वृक्षत्वम्, अत्र अस्ति वृक्षे विद्यमानः कश्चन धर्मः इति तस्य अर्थः। तथैव अन्य शुक्लः इति अस्ति, शुक्लत्वम् इत्युक्ते अत्र शुक्लः यस्मिन् विद्यमानः धर्मः शुक्लः इति तस्य अर्थः अपि। तथैव अत्र मनुष्ये विद्यमानः धर्मः मनुष्यत्वं, शुक्ले विद्यमानः धर्मः शुक्लत्वम्। अत्र त्वप्रत्ययस्य योजनेन निष्पन्नः यः भवति तस्य अर्थः अस्ति तस्मिन् विद्यमानः धर्मः इति। इत्युक्ते तत्र भावप्रत्ययः इति वदामः चेत् तत्र भावः इत्युक्ते तत्र तस्मिन् विद्यमानः धर्मः यः अस्ति तदेव अत्र भावप्रत्ययेन निष्पन्नः भवति। अस्तु, अग्रे अपि अग्रिमपदच्छेदः पदच्छेदमपि वदतु महोदय। इदानीं धनवत्वं, धनवान् इति शब्दात् त्वप्रत्ययं संयोजयामः। पूर्वं यत्र यत्र उदाहरणं दर्शितं तत्र यथा नियमः तथैव नियमः अत्र अपि स्वीकर्तव्यः। धनवान् योगः त्व धनवत्वम्। अनेन धनवत्वम् इत्यस्य कः अर्थः? धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः। सः धर्मः कः इत्युक्ते धनमेव। तदेव अस्माभिः पूर्वं स्वीकृतं। धनवति विशेषणरूपेण विद्यमानः धर्मः अत्र धनमेव। अतः अत्र निष्कर्षः कः इति चेत् धनवत्वम् इत्युक्तौ धनम् इति सिद्धम्। अत्र धनवत्त्वम् इति शब्दः धनवान् शब्दात् त्वप्रत्ययस्य योजनेन निष्पन्नः भवति। धनवान् योगः त्वा धनवत्त्वम् इत्युक्ते धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः इति। सः धर्मः कः इति चिन्तयामः चेत् धर्मः अस्ति धनमेव। तत्तु वयं पूर्वमेव दृष्टवन्तः खलु, धनवान् पदम् उपत्रयम् इति यत्र वयं दृष्टवन्तः तत्र पूर्वमेव उक्तवन्तः, तत्र धनवान् इति पदेन तत्र तस्मिन् विद्यमानः धर्मः इत्युक्ते तत्र धनम् इति एकः अंशः अपि अस्माकं अस्माभिः ज्ञायते इति वयम् उक्तवन्तः। इदानीं मतु प्रत्ययः तदनन्तरं त्वप्रत्ययः उपयुज्य कुर्मः चेत् तत्र धनवान् इति मतु प्रत्ययः अस्ति। तदनन्तरं त्वप्रत्ययः योजयामः चेत् तत् धनवत्त्वम् इति नूतनशब्दं निष्पन्नं। परन्तु त्वप्रत्ययस्य अर्थः तु तस्मिन् विद्यमानः धर्मः इति वयं इदानीं दृष्टवन्तः अपि। तर्हि धनवत्त्वम् इति यद् नूतनशब्दं वयं निष्पन्नम् इदानीम् अस्माभिः निष्पन्नं, तत्पदम् अपि धनवान् धनवती विद्यमानः धर्मः एव सूचयति। सत्यम्। अत्र धन तर्हि पूर्वं वयं दृष्टवन्तः धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः अस्ति धनम् इति। तर्हि धनवत्त्वम् अपि तस्मिन् विद्यमानः धर्मः, धनम् अपि तस्मिन् विद्यमानः धर्मः इत्युक्ते तत्र द्वयोः मध्ये भेदः नास्ति, समानम् एव इति वयं वक्तुं शक्नुमः। अवगतं वा? धनम् अत्र धनं धनवत्त्वं द्वयोः समाना अर्थाः। अस्तु, तत्र तर्हि तत्र तद्वयं वक्तुं शक्नुमः। अस्तु, अपि च प्रश्नः अस्ति मम, तत्र धनवती विशेषणरूपेण विद्यमानः धर्मः इति अस्ति खलु, तर्हि तत्र धनवती इति पदं कीदृशं पदम्? अत्र धनवत् सप्तमी विभक्ति भगिनि। उत्तमं महोदय, धनवत् इति पदस्य सप्तमी विभक्ति। अस्तु, तर्हि सुमलता भगिनी अग्रे पठति वा अग्रिमपरिच्छेदः? तत्र एतत्पर्यन्तं प्रश्नः अस्ति वा, तत्र मतुप्रत्ययः मतुप्रत्ययः अनन्तरं त्वप्रत्ययः, तत्र भ्रमः अस्ति चेत् कृपया पृच्छतु। तत् किञ्चित् मुख्य अंशः अस्ति अत्र, प्रायः स्पष्टं स्यात् परन्तु न अवगच्छन्ति चेत् कृपया वदतु, नो चेत् एतत्तु वारं वारं पुनः आगच्छति, भ्रमः अस्ति चेत् तत्र अनन्तरं क्लेशाय वर्तते। तदर्थमेव सर्वे अवगच्छन्ति वा? आं न, किमपि वदतु। आं भगिनि, यथापर्यन्तं। आं भगिनि, अस्तु अस्तु, उत्तमम् उत्तमं भगिनि, उत्तमम्। तर्हि एवं कुर्मः, तत्र अस्तु, भूतलं घटवत् इति पूर्वं दृष्टवन्तः खलु, तर्हि तत्र भूतलं घटवत् सुमलता भगिनी भवती वदतु, तत्र भूतलं घटवत् इति प्रत्यये तत्र घटवत् इति मतुप्रत्ययः अस्ति, अत्र त्व उपयोगं कुरु त्व इति स्थापयामः चेत् किं भवति, तस्य समानपदं किम्? इति किञ्चित् तस्मिन् विषये प्रतिपादयति. यदा धनं धनवत्त्वम् इति दृष्टवन्तः तथा तत्र घटवत् इति अस्ति चेत् किं भवति, धनवान् इति अस्ति चेत् तत्र धनं धनवत्त्वम् इति दृष्टवन्तः खलु, तर्हि घटवत् इति अस्ति चेत् किं भवति? भूतलं घटवत् इत्युक्ते घटवत् उपरि गच्छामः चेत् घटवत्त्वं भवति. घटवत्त्वम् इत्युक्ते घटः इति चिन्तयामि भगिनि. सम्यक् वा? घटवत्त्वं धनवान् किमर्थं घटः इत्युक्ते घटवत्त्वम् इति चिन्तयति इति पृष्टवती. धनवान् इत्युक्ते घटवत् इति त्वा प्रत्ययः योजयामः चेत् क्षम्यतां, पुनः वदतु. घटवत् इति घटवत् त्वा प्रत्ययः योजयामः चेत् घटवत्त्वं भवति. अस्तु, घटवत् घटवत् यः अस्ति सः भवति तस्मिन् विद्यमान घटवत् यः अस्ति तस्मिन् विद्यमानधर्मः, स धर्मः कः इत्युक्ते धनमेव. हा, घटवत् यः अस्ति तस्मिन् विद्यमानधर्मः यद् अस्ति तत् घटवत्त्वं भवति, तत्तु घटः भवति. भूतले घटः अस्ति इत्युक्ते घटवत् भूतलम् इति. उत्तमं, तर्हि भूतले घटः अस्ति चेत् घटवत् भूतलम् इति कथं प्रथमम् आगच्छति, तत्र कीदृशप्रत्ययः अस्ति? मतुप् एव खलु भगिनि, घटवत् इति स्वयोजनेन घटवत्त्वं भवति. घटवत्त्वं भूतले अस्ति तत् घटः एव. इत्युक्ते तत्र मतु उपयुज्य अधोगम गच्छामः चेत् तत्र घटवत् इति भवति खलु, तर्हि तत्र भूतलं घटवत् इति आकारः आगच्छति. तत्र मतुप् अनन्तरं त्वा प्रत्ययः उपयोगं कुर्मः चेत् तत्र यत् प्रकृत्यर्थं तत् प्रति एव गच्छति. इत्युक्ते अत्र प्रकृत्यर्थम् अर्थः अस्ति घटः इति, तर्हि तत्र तादृशप्रकृति अर्थं प्रति एव गच्छति इति कारणात् तत्र घटवत्त्वम् अपि च घटः इति समानस्तरीयाः, समानार्थः. अवगच्छति वा? आं भगिनि. अस्तु, तर्हि तत्र अग्रिमपरिच्छेदः पठतु भगिनि. एकनिमिषं भगिनि, एकनिमिषम्. अत्र कुत्र अत्र धने धनवत्त्वस्य पर्यवसानं कृतम्? अत्र धने धनवत्त्वस्य पर्यवसानं कृतं नाम धनवत्त्वशब्दस्य उच्चारणेन तर्कस्य पण्डितः धनमेव तर्कस्य पङ्क्तिः धनमेव अधिगच्छति. पर्यवसानं नाम तत्स्वरूपं धनं पार्थिवद्रव्यं यस्य स्पर्शौ भवति, धनवत्त्वम् अपि तथा. धने धनवत्त्वस्य पर्यवसानं तत्स्वरूपं कृतम् इत्युक्तौ धनवत्त्वम् अन्यत्र कुत्रापि न भवितुम् अर्हति. धनवत्त्वम् इति धनमेव. अत्र धनवत्त्वस्य पर्यवसानम् इत्युक्ते धनवत्त्वस्य फलितम् इति वा? फलितार्थः फलितार्थं कृतमस्ति. वयं यथा भवती उक्तवती मथुप् प्रत्ययं स्वीकृत्य उपरि गच्छामः चेत् तत्र गुणः यत् भूतलं घटवत् भूतलम् इति स्वीकुर्मः चेत् भूतले यत् अस्ति तद् घटवत्त्वं भवति, पुनः तत् घटः एव भवति इति क्रमेण आगच्छति. पार्थिवपदार्थः अस्ति धनं. वयं स्प्रष्टुम् अपि शक्नुमः धनवत्त्वमपि तथा. भवती उक्तवती त्वा वा भावप्रत्ययः स्वीकुर्मः चेत् अस्माभिः ज्ञायते स्पर्शनं कर्तुं न शक्नुमः इति भवति, परन्तु अत्र धनवत्त्वम् अपि धनं भवति, तदर्थं तदपि पार्थिवद्रव्यम् एव भवति. धनवत्त्वम् इति धनमेव भवितुम् अर्हति. आम् सत्यं तदेव. तत्र इत्युक्ते धनवत्त्वं धनम् इति तत्र समानमेव इति तदेव अंशः तत्र पुनः भिन्नरीत्या उक्तमस्ति. अस्तु अस्तु, तर्हि अत्र अद्य अत्र स्थगयामः. तत्र पुनः एकवारं अस्मिन् करपत्रे यदस्ति तत् पठतु. प्रश्नः अस्ति चेत् आगामिकक्षायां वयं चर्चां कर्तुं शक्नुमः, अपि च महोदयस्य ध्वनिमुद्रणमपि शृणोतु, इतोपि प्रायः स्पष्टता जायते तस्मात्. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः भगिनी.